गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् गुणनिरूपणम् इति अस्माभिः आरब्धं तत्र रूपम् इति प्रथमगुणः यदस्ति तस्मिन् विषये चक्षुर्मात्रग्राह्यो गुणः रूपम् अपि च तस्मिन् लक्षणे त्रीणि दलानि सन्ति चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वं रूपस्य लक्षणम् इति अस्माभिः अधीतम् एवमेव तत्र स्पर्शलक्षणे अपि तत्र मात्रपदं प्रयुक्तम् इत्यतः तत्रापि त्रीणि दलानि सन्ति इति अपि अस्माभिः अधीतम् अपि च तत्र रूपस्य सप्तविधरूपाणि सन्ति तत्र सप्तमरूपं यत् चित्ररूपमस्ति तस्मिन् विषये चर्चा जाता प्राचीनाः वदन्ति यत् चित्ररूपम् इति नूतनरूपं तत्र उत्पद्यते अपि च रूपम् इति गुणः व्याप्यवृत्ति तर्हि सर्वत्र तिष्ठति इति तेषां मतम् अनेन एव अतः एव ते वदन्ति तत्र नूतनरूपम् उत्पद्यते यस्मिन् द्रव्ये एकस्यापि अधिकं वर्तते तत्र नूतनरूपम् उत्पद्यते किन्तु सामान्यतया रूपम् इति व्याप्यवृत्तिगुणः इति तेषां कथनं किन्तु नव्यनैयायिकाः तत्र यथा संयोगः इति गुणः वर्तते संयोगः तु संयोगस्तु द्रव्ययोः मध्ये एव भवति अपि च एकस्मिन् भागे एव भवति न तु सर्वत्र यथा संयोगः इति गुणः अव्याप्यवृत्तिः तादृशं रूपमपि चिन्तयितुं शक्यते यत्र एकस्यापि अधिकं रूपं वर्तते तत्र इदानीम् अव्याप्यरूपम् अव्याप्यवृत्ति इति स्वीकृत्य तादृशं वक्तुं शक्यते तत्र पटं स्वीकृत्य पीतवतन्तवः रक्ततन्तवः तत्र अवच्छेदत्वेन कार्यं कुर्वन्ति पीतरूपस्य पीतरूपं यत्र वर्तते तत्र विद्यमानपठनिष्ठ अधिकरणतायाः अवच्छेदकं पीततन्त्रः भवन्ति तत्रैव रक्तरूपस्य अभावस्यापि अधिकरणतायाः अवच्छेदकं भवति पीततन्त्रः इति एतत् सर्वम् अस्माभिः अधीतम् उत्तमं तर्हि इदानीं रसादिलक्षणं तत्र इदानीं तत्र रूपरस इति द्वितीयगुणमस्ति किल तस्मिन् विषये हा नमस्कारः एकः संशयः अस्ति महोदय पृच्छामि वा वदतु हा महोदय मम मनसि एकः संशयः अस्ति इत्युक्ते तत्र पटतन्तु नीलतन्तु अपि च अग्रभागः एतत् स्वीकृत्य एव अवच्छेदकम् अवच्छेदकेन स्वीकृतम् अस्ति तत्र तत्र नीलतन्तुत्वम् इति धर्मत्वेन स्वीकर्तुं न शक्यते वा तयोः भेदः कः महोदय यदा सा धर्मत्वेन स्वीकुर्मश्चेत् कः भेदः अथवा पीततन्तु रक्ततन्तु इति स्वीकुर्मश्चेत् तत्र कः भेदः तयोः मध्ये कः भेदः हा उत्तमप्रश्नः अत्र पश्यतु अग्रभागः मूलभागः अग्रं मूलम् इति भागः इत्युक्ते अवयवाः एव साक्षात् अवच्छेदकत्वेन स्वीकृतं न तु धर्मः एवमेव तत्र पीततन्तवः रक्ततन्तवः इति पटस्य अवयवाः ये सन्ति ते एव अवच्छेदकत्वेन स्वीकृतवन्तः किमर्थम् इत्युक्ते इदानीं पीततन्तौ विद्यमानधर्मः स्वीकुर्मश्चेत् पीततन्त्वत्वम् इति धर्मः स्वीकुर्मश्चेत् तत्र पीततन्त्वत्वं कुत्र विद्यते पीततन्तौ विद्यते तर्हि इतोपि अधिकस्तरं गच्छति अतः क्लेशः भवति यद् समानस्तरे अस्ति तदेव परस्परं तत्र अवच्छेदक अवच्छेदभावः अवच्छेदक अवच्छेद्यभावः भावेन भवितुम् अर्हति इति नियमः. समानस्तरे न भवति. हा, यथा प्रतियोगित्वं घटे वर्तते अपि च घटत्वमपि घटे वर्तते, तर्हि द्वयमपि समानस्तरे अस्ति. तर्हि घटत्वं प्रतियोगितायाः अवच्छेदकं भवितुम् अर्हति. किन्तु अत्रापि क्लेशः अस्माभिः अनुभूतः. इदानीं वृक्षः कुत्र वर्तते? अग्रं तु वृक्षेण वर्तते, वृक्षः एव अग्रे वर्तते. तर्हि इदानीं तत्र अधिकरणता कुत्र वर्तते? वृक्षे वर्तते. तर्हि वृक्षात् उपरि अधिकरणता अस्ति, वृक्षात् अधस्तः तत्र अग्रमस्ति. तर्हि कथं वा अग्रम् अधिकरणतायाः अवच्छेदकं भवितुम् अर्हति इति पृष्टे सति, तत्रैव वयं स्वरूपसम्बन्धं स्वीकृत्य तर्हि स्वरूपसम्बन्धेन अग्रं यद्यपि अवयवी एव अवयवे वर्तते समवायसम्बन्धेन, किन्तु अवयवम् अवयवः अवयविनि स्वरूपसम्बन्धेन वर्तते इति साधयित्वा इदानीं तत्र उपरि आगतम् अग्रम् इति. कस्मिन् स्तरे आगतं? यस्मिन् स्तरे अधिकरणता अस्ति तस्मिन्नेव स्तरे. तर्हि अनयोः मध्ये समान स्तरमस्ति इति कृत्वा परस्परं तत्र अवच्छेदक अवच्छेद्यभावः भवितुमर्हति. इदानीं पीततन्त्वत्वम् इति धर्मः स्वीकुर्मश्चेत् ततोपि उपरि गच्छति सत्यम् इति कृत्वा तत्र तत्र क्लेशः भवति. अतः एव साक्षात् अवयवं स्वीकृतमस्ति. हा, उत्तमं. तर्हि इदानीं वयं कस्मिन् पुटे स्मः? एक अशीतिः तमपुटे रसादिलक्षणानि विभागश्च इति ततः पठनीयं. तत्र प्रथमं रसस्य लक्षणमत्र दत्तमस्ति, अपि च गन्धस्य लक्षणमपि दत्तमस्ति, स्पर्शस्य लक्षणमपि दत्तमस्ति. तर्हि सीमा भगिनी आरब्धुमिच्छति वा? प्रथमं भवती किं करोतु, केवलं रसस्य लक्षणं तावत् पठित्वा तत्र किमस्ति इति किञ्चिदिव प्रतिपादयतु. रसनग्राह्यो गुणो रसः, स च मधुराम्लवणकटुककषाय इति कटुककषाय कटु भगिनि कटु इति एकं रसं कटु कषाय इति धरच्छेदः. मधुर आम्ल लवण कटु कषाय सिक्त भेदा षड्विधः, पृथिवी जलवृत्तिः पृथिव्यां षड्विधः जले मधुर एव. अत्र रसगुणस्य लक्षणमस्ति, यः गुणः रसनग्राह्य एव अस्ति इत्युक्ते रसना तस्य प्रत्यक्षं भवति, सः गुणः रसः अस्ति. सः तस् गुणस्य प्रकारः षड्विधः अस्ति, मधुर आम्ल लवण कटु कषाय तिक्त एतादृशप्रकारः अस्ति रसस्य. अपि च रसः पृथिव्याम् अपि जले वर्तते. पृथिव्यां रसस्य सर्वे प्रकाराः वर्तन्ते, किन्तु जले मधुररसः एव वर्तते. दलसार्थक्यं करणीयं वा न? हा, वदतु. तदेव अहं पृच्छन्नः इति पृच्छामि इति मनसि चिन्तितवान्. तत्र रसनग्राह्यो गुणः रसः इत्यस्मिन् लक्षणवाक्ये कति दलानि सन्ति? दलद्वयम् अस्ति महोदय, रसनग्राह्यः अपि च गुणः. अत्र रसनग्राह्यत्वं, तत्र दलम् इति वदामश्चेत् तत्र धर्ममेव वक्तव्यं. रसनग्राह्यत्वं अपि च गुणत्वं रसनग्राह्यत्वं न्यायशैल्यां वदामश्चेत् तर्हि रसन रसन रस् सन्न इन्द्रियनिष्जनकता निरूपितजन्यता जन्यतानिष्ठप्रत्यक्षं प्रत्यक्षनिष्ठविषयिता निरूपितविषयता रसे अस्ति इति वक्तव्यं भवति. उत्तमं, तदेव रसनम् इति इन्द्रियं, तर्हि रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयतानिरूपित विषयत्वम् एव रसस्य लक्षणम्. अत्र किमर्थं मात्रपदं त्यक्तं? तत्र रूपस्य लक्षणे त्रीणि दलानि आसीत्, अत्र मात्रपदं, तत्र मात्रपदं योजितम्, अत्र किमर्थं त्यक्तं मात्रपदम्? पूर्वं चक्षु एवं स्वगेन्द्रिय कृते अन्यानि गुणानि अपि ताभ्यां गृहीतानि भवन्ति यथा संख्या, किन्तु रसना केवलं रसस्य ग्रहणं भवति. अतः अत्र मात्रपदस्य कस्यचित् गुणस्य व्यावर्तनं कर्तुं न आवश्यकम्. अतः अत्र मात्रपदं मात्रपदस्य आवश्यकता नास्ति. हा, उत्तमम्, उत्तमं, बहु उत्तमं. तदेव, तर्हि रसनेन्द्रियेण कः पदार्थः गृह्यते? तत्र सप्तपदार्थाः सन्ति किल लोके, तेषु कः पदार्थः गृह्यते इति चेत् एकमेव पदार्थः गृह्यते, तत्तु रसः इति गुणः. किन्तु इदानीं चक्षुः इति स्वीकुर्मश्चेत् तत्र चक्षुषा अन्याः गुणाः अपि गृह्यन्ते, यथा भगिन्या उक्तं तत्र सङ्ख्याः, सङ्ख्या इति एतत्, अपि च द्रव्याणि अपि गृह्यन्ते चक्षुषा. घटे विद्यमानरूपम् एव इति नास्ति, किन्तु घटमपि गृह्यते इति कृत्वा तत्र मात्रपदस्य योजनम् आवश्यकम् आसीत्. किन्तु अत्र रसनेन्द्रियेण तत्र लोके ये पदार्थाः सन्ति तेषु एकः एव पदार्थः रसनेन्द्रियेण गृह्यते इति कृत्वा रसनग्राह्यो गुणः रसः इति वदामश्चेत् पर्याप्तं भवति. अत्र भगिनी किमर्थं गुणः इत्यस्य आवश्यकता अस्ति? गुणः इत्यस्य आवश्यकता अस्ति अतः रसनग्राह्यः केवलं वदामश्चेत् इति भवता प्रश्नस्ति. रसनग्राह्यः इति दलदान्त किं करोतु इति भवती समीचीनतया उक्तवती, दलद्वयमेव अस्ति इति. किन्तु द्वितीयदलं गुणत्वम् इति लक्षणं स्वीकुर्मश्चेत् तर्हि अन्येषु गुणेषु लक्षणस्य अतिव्याप्तिः भवति. तद् एकमस्ति, किन्तु भवतः प्रश्नः किञ्चित् भिन्नम् अस्ति. यतः अहम् अवगतवती तदस्ति गुणपदस्य अभावः अस्ति चेत् लक्षणे, तर्हि कः दोषः इति भवान् उक्तवान् आसीत्. सत्यं, केवलं रसनग्राह्यत्वम् एव रसस्य लक्षणम् इति वदामश्चेत् कुत्र अतिव्याप्तिः वा अव्याप्तिः वा भवति? मम चिन्तनमस्ति रसनग्राह्यः वदामश्चेत्, केवलं रसनग्राह्य वदामश्चेत् तर्हि रसनायां यत्किमपि वयं स्थापयामः तस्य अपि ग्रहणं भवति इति अहं चिन्तयामि, न केवलं रसस्य इत्युक्ते तत्र द्रव्यं वा जलं वा इति अस्ति चेत् तस्य अपि ग्रहणं भवति इति मम चिन्तनमस्ति, न सम्यक्तया जानामि. अस्तु, अन्येषां चिन्तनं किमस्ति? अत्र प्रश्नं किम् इति पुनः वदामि. रसनग्राह्यो गुणः रसः इत्यस्मिन् लक्षणवाक्ये, रसगुणस्य लक्षणवाक्ये द्वे दले स्तः रसनग्राह्यत्वम् अपि च गुणत्वम्। इदानीं तत्र रसनग्राह्यत्वम् इति त्यजामश्चेत्, दलं त्यजामश्चेत् गुणत्वं रसः इति वदामश्चेत् तत्र अन्येषु गुणेषु अतिव्याप्तिः भवति। किमर्थमित्युक्ते रस रूपमिति गुणः, घ्राणम् गन्धः इति गुणः, तर्हि चतुर्विंशतिगुणेषु अतिव्याप्तिः भवति इत्यतः तत्र रसनग्राह्यत्वम् इति दलं योजनीयं भवति। किन्तु इदानीं गुणत्वम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः वा अव्याप्तिः वा तादृशदोषः भवति वा इति मम प्रश्नः। अन्येषां चिन्तनम्? महोदय, रसनेन्द्रेण स्पर्शः अपि जातः महोदय? नास्ति, तदेव इदानीम् अस्माभिः उक्तं किल, रसनेन्द्रियेण लोके ये पदार्थाः सन्ति, यावन्तः पदार्थाः सन्ति, तेषु केवलं रसः इति एकस्यैव पदार्थस्य ग्रहणं भवति रसनेन्द्रियेण, अन्यत् किमपि। यद्यपि सीमा भगिन्या उक्तं तत्र रसनेन्द्रियस्य उपरि तत्र जलं वा यत्किमपि स्थापयामश्चेत् द्रव्यस्य ग्रहणं कर्तुं शक्यते वा इति चेत् न। तदेव अहं स्पर्श इति वदामि, लोके तत् आपल् इति सेवम् इति रसनेन्द्रियेण केवलं रसः एव गृह्यते इति तु सत्यं महोदय। तर्हि रसनग्राह्यत्वम् एव वदामश्चेत् तत्र कः दोषः भवति इति। महोदय, यदा अहं मैसूर्पाक् खादयामि तदा अहं मैसूर्पाक् इति पदार्थस्य ज्ञानमपि अहं प्राप्नोमि खलु महोदय? पदार्थस्य ज्ञानं न केवलं रसस्य ज्ञानं इति भवान् चिन्तयति। तत्र किमपि पदार्थं भवतः रसनेन्द्रिये अस्ति इति ज्ञानं तत्र रसनेन्द्रियं यत्र विद्यते तत्र ग्राणेन्द्रियमपि अस्ति, क्षम्यतां, तत्र त्वगिन्द्रियमपि अस्ति इति कृत्वा तत्र स्पर्शः एव जायते, स्पर्शेन्द्रियेण एव द्रव्यस्य ज्ञानं भवति इति तु एकं तु हा वदामि। द्वितीयं तु इदानीं मैसूर्पाक् इति तस्य रसं किम् इति चेत् तिक्तं किल, मधुरं, क्षम्यतां, मधुरं। हा तर्हि तादृशपदार्थः अन्यत् किमपि, यथा मैसूर्पाक् अस्ति तदा भिन्नपदार्थः अपि अस्ति चेत् तदपि भवान् मैसूर्पाक् इत्येव वदति, तस्य किमपि किञ्चित् वैशिष्ट्यमस्ति, किन्तु निश्चयेन न वक्तुं शक्यते। अस्माभिः रसनेन्द्रियेण रसं किम् इत्येव एव ज्ञातुं शक्यते, न तु मैसूर्पाक् इति। महोदय, रसस्य अधिकरणमस्ति पृथ्वी अपि जलं, तस्य ग्रहणं रसनेन्द्रियेण भवति न वा? न भवति, द्रव्यस्य ग्रहणं रसनेन्द्रियेण यदा कदापि न भवति। तदेव अस्माभिः तत्र एकनिमिषम् अत्र पुनःस्मरणार्थं सुखसङ्ख्या मया अन्ये इदानीं चिन्तयन्तु महोदय। अत्र एकनिमिषं मुरळी महोदय, पञ्चाशत्तमपुटे पश्यन्तु सर्वे, पञ्चाशत्तमपुटे द्रव्यगुण उभयग्राहकाणि इति चक्षुः त्वक् मनः गुणमात्रग्राहकाणि घ्राणं रसनं श्रोत्रम् इति दत्तमस्ति अस्माभिः अधीतमपि। अस्तु मुरळी महोदय वदतु। तर्हि स्पष्टार्थे एव भवति इति महोदय। द फस्ट् थिङ्ग् यु सेड् इस् पेज् नम्बर् 56 पञ्चाशत्। इदानीं वयम् एक अशीतिः तमपुटे स्मः, तत्र कोष्टकं पञ्चाशत् तमपुटे 50th पेज्। अस्तु तर्हि सीमा भगिनी भवती किमपि उक्तवती किल, पुनः वदतु तत्। अहं चिन्तयामि केवलं स्पष्टार्थे एव अत्र गुणस्य समावेशः अस्ति। हा किन्तु तत्र केवलं स्पष्टार्थे इति न वक्तव्यं, यदि इदानीं पश्यतु तदेव यद्भवत्या उक्तं तदेव सत्यं, किन्तु इतोपि किञ्चित् गभीरतया तद् वक्तुं शक्यते। इत्युक्ते रसनग्राह्यः रसः इति तावदेव वदामश्चेत् इदानीं रसः इति कीदृशपदार्थः इति बोधः न जायते किल। तर्हि रसः इति पदार्थः अस्ति, यद् यः पदार्थः रसनेन्द्रियेण गृह्यते इति बोधः जायते, किन्तु रसः इति गुणः इति न बोधः जायते। तत्र रसः इति द्रव्यमपि भवितुमर्हति, रसः इति कर्म अपि, इत्युक्ते तत्र यत्किमपि भवितुमर्हति इत्यतः तत्र गुणः इति दलं योजितं तत्र स्पष्टार्थम् एव। इत्युक्ते तत्र गुणः इति पदं त्यजामश्चेत् अन्यत्र यत्र कुत्रापि अन्येषु पदार्थेषु अतिव्याप्तिः वा अव्याप्तिः वा न भवति इति तु सत्यं, किन्तु रसः इति गुणः इति अस्माभिः अवगन्तव्यम् इत्यतः एव अत्र गुणः इति पदः योजितः वर्तते। धन्यवादः। उत्तमं, हा उत्तमं। तर्हि अपि च पश्यन्तु तर्हि सर्वे पृथिवी जलवृत्तिः इत्युक्ते रसः इति गुणः कुत्र कुत्र लभ्यते इत्युक्ते पृथिवी अपि च जले विद्यते, तत्रैव ते तस्य आधेयता भवति, आधेयत्वेन भवति इति अस्ति। तर्हि पृथिवी जले एव रसः लभ्यते चेत् कुत्र कुत्र न लभ्यते इति मुरुळीमहोदय वदति वा? महोदय मम चिन्तनं स्वगीन्द्रिय ग्राह्यमात्रगुणः स्पर्शः। महोदय भवान् पृच्छति वा, मम मम प्रश्नस्य उत्तरं दास्यति वा? अहं तु पृष्टवान् भवतं पृथिवीजलवृत्तिः इति दत्तमस्ति किल, तर्हि कुत्र कुत्र लसः रसः न भवति इति मम प्रश्नः। पृथिवी जलवृत्ति पुटे पृथिवी जल न ऐ थाट् ऐ वास् इन् द सेम् सेम् प्रिवियस् लसन् पृथिवी जलवृत्तिः हा अत्र रसः इति गुणः आम् तस्य पृथिवी जलवृत्तिः इति उक्तं, तर्हि सीमा भगिनी उक्तवती तर्हि पृथिव्यां लभ्यते जले लभ्यते रसः इति, तर्हि मम प्रश्नः इदानीं कुत्र कुत्र न लभ्यते? पृथ्वी जलवृत्ति कुत्र कुत्र न विद्यते, कुत्र कुत्र न लभ्यते रसः इति गुणः। हा बालसुब्रह्मण्यं महोदय ग्राणेन्द्रिये न विद्यते। एकनिमिषम् एकनिमिषं बालसुब्रह्मण्यं महोदय वदतु। तेजः द्रव्येन नास्ति रसः, कुत्र तेजसि नास्ति? समीचीनम्। अन्यत्र वायवे नास्ति, वायवे इति नास्ति, वायौ तेजसि पृथ्वी आपः विहाय सर्वत्र वर्तते। तत् किम् इति इदानीं पृच्छन्नस्मि, वदतु बालसुब्रह्मण्यं महोदय सर्वं वदतु एकवारं, तत्र पुनस्मारणाय भवति। तेजसि न भवति, वायौ न भवति, अन्यत् अन्यत् मनसि न भवति, आत्मने न भवति। हा अनन्तरम्? अनन्तरं काले काले दिक् काले न भवति, दिशि न भवति, दिशि आकाशे न आकाशे न भवति। उत्तमं, तदेव मम प्रश्नः आसीत्। विजी भगिनी भवती उक्तवती किल तत्र पृथिवी जलं विहाय अन्यत्र यत्र कुत्रापि न भवति इति भवती उक्तवती. इदानीं रसः इति गुणः रूपे न भवति इति अहं वदामि चेत् समीचीनं वा तत्? चिन्तयित्वा अस्तु. गुणः तु गुणे भवति. गुणः कुत्र भवति? गुणिनी. गुणिनी इत्युक्ते किं? कः पदा कः पदार्थः? गुणि इत्युक्ते कः पदार्थः? द्रव्ये. हा, तर्हि गुणाः केवलं द्रव्ये एव भवति. द्रव्ये वर्तते. गुणः अन्येषु गुणेषु भवितुमर्हति वा? एकः गुणः अन्येषु गुणेषु भवितुमर्हति वा? न भवितुमर्हति. तर्हि कथं वक्तव्यम् इति चेत्, पृथिवी जलं विहाय अन्येषु द्रव्येषु न भवति इति वक्तव्यम्. अन्येषु पदार्थेषु इति वदति चेत् क्लेशः भवति. आं महोदय, अवगतम्. किमर्थमित्युक्ते गुणाः तु केवलं द्रव्येषु द्रव्ये वर्तते. तर्हि यथा बालसुब्रह्मण्यमहोदयेन समीचीनतया प्रतिपादितम्, अन्येषु सप्तसु द्रव्येषु रसः नास्ति. उत्तमं, धन्यवादः भगिनि. धन्यवादः. अस्तु, तर्हि इदानीम् अग्रे तत्र घ्राणेन्द्रिय मूले घ्राणेन्द्रियस्य गन्धस्य विषये यद् दत्तमस्ति तद् श्रीराम महोदय पठति वा? घ्राणग्राह्यो गुणः गुणो गन्धः घ्राणग्राह्यो गुणो गन्धः स च द्विविधः सुरभिरसुरभिश्च पृथिवीमात्रवृत्तिः स्वगीन्द्रिय घ्राणग्राह्यः गुणः गन्धः घ्राणग्राह्यः गुणः गन्धः इत्युक्ते घ्राणेन्द्रियेण ग्राह्यः यः गुणः सः गन्धः. तत्र दलद्वयम् अस्ति, घ्राणग्राह्यत्वम् अपि च गुणत्वम् इति गन्धे धर्मद्वयं वर्तते. दलद्वयं दलद्वयं वर्तते. तत्र घ्राणेन्द्रियनिष्ठ जनकतानिरूपितजन्यताश्रय घ्राणेन्द्रिय घ्राण गन्धप्रत्यक्षं निष्ठ निष्ठविषय विषयतानिरूपितविषयिता ग्रा गन्धे वर्तते. उत्तमं, समीचीनम्. उत्तमम्. तत्र गन्धप्रत्यक्ष इति न वदामश्चेत् केवलं प्रत्यक्षम् इति वदामश्चेदपि पर्याप्तं भवति. किमर्थम् इत्युक्ते तत्र इन्द्रियैः ये यानि ज्ञानानि जायन्ते ते सर्वे प्रत्यक्षम् इत्येनैव कथ्यते इति कृत्वा. पुनः एकवारं वदतु. यदा ज्ञानेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयतानिरूपितविषयिता प्रत्यक्षनिष्ठविषयितानिरूपितविषयत्वं नो चेत् विषयता विषयतानिरूपितविषयता गन्धे वर्तते. हा, तत्र क्लेशः नास्ति किल भवतः मनसि. विषयिता कुत्र वर्तते? वदतु, विषयिता कुत्र वर्तते? विषयिता ज्ञाने वर्तते. हा, तर्हि प्रत्यक्षमिति ज्ञानम्. ज्ञानम् अस्ति तत्र. प्रत्यक्षनिष्ठविषयिता, विषयता कुत्र वर्तते? विषये वर्तते. उत्तमं. तर्हि इदानीम् अस्माकं विषयः अस्ति, ज्ञानस्य विषयः अस्ति गन्धः. तत्र गन्धे वर्तते. हा, उत्तमम्. अपि च तत्र यथा पूर्वम् अस्माभिः चर्चितं, तत्र गुणं, गुणत्वं, गुणः इति पदं तत्र गन्धः इति गुणः इति बोधनार्थं योजितमस्ति स्पष्टतायाः. विविधः सुरभिः असुरभिश्च, तत्र गन्ध द्विविधा भवति, द्विविधः अस्ति, सुरभिः असुरभिः. सुरभिः इत्युक्ते गुड् स्मेल्, सुगन्धः. सुगन्धः, सुगन्धः न सुगन्धः. असुरभिः दुर्गन्धः. दुर्गन्धः. अपि च पृथिवी मातृवृत्तिः इत्युक्ते तत्र अयं गन्धः पृथिव्यामेव उपलभ्यते, न अन्य द्रव्येषु वर्तते. अन्येषु द्रव्येषु न उपलभ्येषु, अन्येषु द्रव्येषु उपलभ्यते. अस्तु, एवमेव अहं पृच्छामि. इदानीं गन्धः इति गुणः व्याप्यवृत्तिगुण, व्याप्यवृत्तिः गुणः वा अव्याप्यवृत्तिः गुणः वा? व्याप्यवृत्तिगुणः इति चिन्तयामि. हा, उत्तमं. व्याप्यवृत्तिः गुणः एव. यदा अहं पत्रं स्वीकरोमि, पत्रे किञ्चित् विशिष्टगन्धः वर्तते, कुत्र वर्तते, व्याप्य एव वर्तते. पुस्तकं स्वीकरोमि, पुस्तके विशिष्टगन्धः अस्ति. हा, किन्तु महोदय, हा वदतु भगिनी, पृच्छति. एकस्मिन् एकस्मिन् द्रवे एव एकभागः. क्लेशः भवितुमर्हति. एकत्र सेण्ट् प्रसारितम् अस्ति चेत्, सुगन्धः प्रसारितम् अन्यत्र सुगन्धः न प्रसारितम् अस्ति चेत्, प्रसारितः अस्ति चेत् तत्र किञ्चित् क्लेशः भवति. उत्तमं. तर्हि अव्याप्यवृत्तिः अपि भवितुमर्हति. यत्र एकः एव गन्धः अस्ति, यस्मिन् द्रव्ये एकः एव गन्धः अस्ति, तत्र यथा वृक्षे वृक्षत्वम् अस्ति, नो चेत् एकत्वम् अस्ति, तादृशं व्याप्यवृत्तित्वं स्वीकर्तुं शक्यते. किन्तु गन्धः इति गुणः, तस्य वृत्तित्वं कीदृशम् अस्ति इति चेत्, इदानीं तत्र वृक्षः सत्य वृक्षः अस्ति, वृक्षात् गन्धः लभ्यते. किन्तु इदानीं यत्र यत्र पुष्पाणि सन्ति तत्रैव गन्धः वृक्षे वर्तते इति कृत्वा तत्र भेदः भवति. तर्हि तत्रापि अव्याप्यवृत्तित्वं भवितुमर्हति. तर्हि तत्र रसस्य विषये भवान् अस्मिन्नेव प्रश्ने चिन्तयतु, रसः इति गुणः व्याप्यवृत्तिः वा अव्याप्यवृत्तिः वा? तत्र यदा अहं मिष्टकं केवलं मैसूर्पाक् खादामि, तत्र व्याप्य अस्ति. यदा अहं चिविडा खादामि चेत् चिविडायां रसः अस्ति, मधुरः अस्ति, तत्र तिक्तरसः अपि अस्ति, द्वयमपि अस्ति, कटुः अस्ति, सर्वम् अस्ति, कटुत्वमपि अस्ति तत्र. तत्र चिविडा खादामि चेत् तत्र अव्याप्यवृत्तिः भवति. अस्माकं बिस्केट् एव अस्ति किल, क्राक् जाक् इति, 50-50 इति. उत्तमं. हा, समीचीनम्. अस्तु, अग्रे महोदय, अत्रापि क्षम्यताम्, अत्रापि मिश्रवर्णनं सदृशं चित्ररूपम् इति नामं दत्तं किल? तत्र दत्तं, अत्र तु न दत्तं किल? अत्र मिश्रसनं इति अन्य नाम किमपि अस्ति वा? नास्ति नास्ति. अत्र सप्तविध अत्र रसस्य षड् भेदाः एव वर्तन्ते. तत्र चित्तम् इति सप्तमभेदः न उक्तः. तर्हि प्राचीनः अपि रसः इति अव्याप्यवृत्तिः इति एव स्वीकृतवान् इति अङ्गीकृतः. एवमेव तत्र गन्धस्यापि अव्याप्यवृत्तिः इति स्वीकृतवन्तः. तर्हि तादृशचिन्तनं न कार्यम् इत्युक्ते रसः अव्याप्यवृत्तिः गुणः, गन्धः अपि अव्याप्यवृत्तिः गुणः. केवलं रूपे एव तत्र सप्तविधाः उक्ताः इति कृत्वा तत्र मतभेदः वर्तते इति कृत्वा तत्र किमपि नास्ति. धन्यवादः. उत्तमम् उत्तमं. हा अग्रे बालसुब्रह्मण्य महोदय स्पर्शलक्षणविषये पठतु. त्वगिन्द्रियमात्र ग्राह्यो गुणः स्पर्शः. त्वगिन्द्रिय मात्र त्वगिन्द्रिय भिन्न इन्द्रियेण न ग्राह्यते. त्वगिन्द्रियनिष्ठ विषयता निरूपित विषयता. महोदय महोदय एकनिमिषं, तत्र प्रथमं कति दलानि सन्ति एतदेव वाक्यं भवान् प्रतिपादयतु. त्वगिन्द्रियमात्रग्राह्यो गुणः इत्यस्मिन् वाक्ये कति दलानि सन्ति, तानि कानि? द्वयदलानि सन्ति. दलद्वयं सन्ति. दलद्वयं वा वदतु, तानि कानि इति वदतु, पश्यामः दलद्वयं वा इतोपि अधिकमस्ति वा. त्वगिन्द्रियमात्रग्राह्यत्वं, त्वगिन्द्रियभिन्न अग्राह्यत्वं, स्पर्शः त्वगिन्द्रियमात्र ग्राह्यत्वं, त्वगिन्द्रिये भिन्न इन्द्रियेण अग्राह्यत्वम् इति दलद्वयमेव अस्ति इति भवान् वदति वा? तत्र गुणः इति अपि पदमस्ति किल? तर्हि कति दलानि भवन्ति? त्रीणि दलानि सन्ति. त्रीणि दलानि, अपि च प्रथमदलं तत्र त्वगिन्द्रियग्राह्यत्वं मात्र इति न वक्तव्यं. तत्र त्वगिन्द्रियग्राह्यत्वं मात्र इति पदेन किं बोध्यम् इति चेत् त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् इति दलं. त्वगिन्द्रिय इति एकं दलं, त्वगिन्द्रियमात्र इति द्वितीयं दलं, गुणः इति तृतीयं दलं, त्वहिन्द्रियग्राह्यत्वं, त्वद्भिन्नेन्द्रिय अग्राह्यत्वं, गुणत्वम् इति त्रीणि दलानि सन्ति. तर्हि दलसार्थक्यं करोतु इदानीम्. एकमेव दलं स्वीकुर्मश्चेत् कुत्र कुत्र अतिव्याप्तिः भवति, दलद्वयं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति इति वदतु. एतत् सर्वम् अस्माभिः पूर्वमेव अधीतम्, अत्र तु केवलं पुनस्मारणार्थमेव. त्वगिन्द्रियग्राह्यत्वम् अभ्याप्तमपि त्वगिन्द्रियेण किं किं गृह्यते? त्वगिन्द्रियेण रूपं न तेजः गृह्यते. तर्हि द्रव्यं गृह्यते किल, तेजः इति द्रव्यम्. आम् आम् आम् आम्. घटः अपि गृह्यते, पार्थिव पृथिवी अपि गृह्यते. गृह्यते जलं. तर्हि त्वगिन्द्रियग्राह्यत्वम् इति तावदेव वदामश्चेत् घटे अतिव्याप्तिः इति वक्तुं शक्यते किल? द्रव्ये घटः इति द्रव्ये अतिव्याप्तिः. हा इदानीं द्वितीयदलमेव स्वीकरोतु. द्वितीयदलं किम् इति प्रथमं वदतु. मात्र त्वगिन्द्रियमात्र त्वगिन्द्रियभिन्न अग्राह्यत्वम् इति चेत् त्वग्भिन्नेन्द्रिय अग्राह्यत्वं, त्वग्भिन्नेन्द्रिय अग्राह्यत्वं. इति एकमेव जलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? चक्षुः न रसन नास्ति अत्र अतिव्याप्ति नास्ति वा गुरुत्वे इत्यादि? इदानीं तत्र गुरुत्वम् इति गुणः अस्ति किल बालसुब्रह्मण्यमहोदय, गुरुत्वम् इति गुणः अनुमानेन एव ज्ञायते न केनापि इन्द्रियेण. तर्हि गुरुत्वे कीदृशधर्मः अस्ति इति चेत् त्वग् भिन्नेन्द्रिय अग्राह्यत्वं, त्वगिन्द्रियेणापि अग्राह्यत्वमस्ति किन्तु त्वग्भिन्नेन्द्रियाणापि अग्राह्यत्वं गुरुत्वे वर्तते, केनापि इन्द्रियेण न गृह्यते इत्यतः. सत्यं. तर्हि त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् इति एव एकमेव दलं वदामश्चेत् गुरुत्वे अतिव्याप्तिः भवति. इदानीं तृतीयदलं स्वीकरोतु, गुणत्वम् इति. गुणत्वं चतुर्विंशतिगुणाः सन्ति, सर्वे अपि अतिव्याप्तिः. उत्तमं. केवलं गुणत्वम् इति एव स्वीकुर्मश्चेत् अन्येषु गुणेषु अतिव्याप्तिः भवति. हा, इदानीं दलद्वयं स्वीकरोतु. प्रथमं त्वगिन्द्रियग्राह्यत्वं, त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् इति दलद्वयं स्वीकरोतु. कुत्र अतिव्याप्तिः भवति? द्वितीय गुरुत्वं गुरुत्वं अनुमानेन एव ग्राह्यत्वं भवति, तस्मात् गुरुत्वं. कथं गुरुत्वे अतिव्याप्तिः भवति? त्वगि अत्र पश्यतु, दलद्वयमस्ति किल. प्रथमदलं किं? त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रिय अग्राह्यं. गुरुत्वे त्वगिन्द्रियग्राह्यत्वम् अस्ति वा? न. गुरुत्वे तर्हि कथं वा गुरुत्वे अतिव्याप्तिः भवति? गुरुत्वे द्वितीयदले. न, इदानीं दलद्वयम् अस्माभिः स्वीकृतं, मिलित्वा चिन्तनीयम्. त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् इति दलद्वयं मिलित्वा अस्माभिः स्वीकृतं. मिलित्वा कुत्रातिव्याप्तिः भवति? गुणः गुणः इति अतिव्याप्ति न गुणः इति गुणे अतिव्याप्तिः न भवति. कुत्र अतिव्याप्तिः भवति इति वदतु. तादृशपदार्थः भवता वक्तव्यः अस्ति यस्मिन् त्वगिन्द्रियग्राह्यत्वं भवेत् किन्तु त्वग्भिन्नेन्द्रिय अग्राह्यत्वमपि भवेत्. अस्तु, शिवराममहोदय किञ्चित् सहायं करोतु अत्र. क्षम्यतां महोदय, अहं किञ्चित् अद्य शृणोमि. अस्तु अस्तु महोदय, चिन्ता मास्तु. तर्हि स्वामी रघुवीरानन्द, भवान् किञ्चित् सहायं करोतु. स्वामी अस्ति किम्? न श्रूयते महोदय. हा, किञ्चित् साहाय्यं करोतु इत्युक्ते. हा, इदानीं श्रूयते महोदय. दलद्वयं स्वीकृत्वा कुत्र अतिव्याप्तिः भवति महोदय? इदानीं त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् इति दलद्वयम् अस्माभिः स्वीकृतं. तर्हि अत्र प्रश्नः अस्ति, कुत्र अतिव्याप्तिः भवति, कुत्र दोषः भवति? गुरुत्वम् इति गुणे तथैव महोदय नास्ति तत्र गुरुत्वे त्वगिन्द्रियग्राह्यत्वम् अस्ति वा त्वगिन्द्रियेण गुरुत्वं ज्ञातुं शक्यते वा न केनापि इन्द्रियेण गुरुत्वं ज्ञातुं न शक्यते अनुमानेन एव गुरुत्वम् इति गुणः अस्ति इति ज्ञानं भवति तर्हि गुरुत्वे अतिव्याप्तिः न भवति किमर्थम् इत्युक्ते त्वगिन्द्रियग्राह्यत्वं गुरुत्वे नास्ति त्वगिन्द्रे ग्राह्यत्वं तु गुणः द्रव्ये अस्ति अस्तु सीमा भगिनी वायौ इति मम चिन्तनमस्ति प्रतिपादयतु त्वगिन्द्रेण द्रव्यम् अपि च गुणमपि च तस्य अधिकरणम् अधिकरणस्य प्रत्यक्षं भवति अतः अत्र त्वगिन्द्रिय ग्राह्यत्वे सति त्वगिन्द्रियभिन्न इन्द्रियेण अग्राह्यत्वं वायौ अपि अस्ति यतोहि त्वगिन्द्रियेण वायोः प्रत्यक्षं भवति किन्तु अन्यैः इन्द्रियैः वायोः प्रत्यक्षं भवितुं न अर्हति अतः द्रव्ये अतिव्याप्ति भवति इति मम चिन्तनमस्ति उत्तमम् अन्ये अङ्गीकुर्वन्ति वा भगिनी उक्तवती तत्र वायौ इत्युक्ते वायु इति द्रव्यं त्वगिन्द्रियेण ज्ञायते त्वगिन्द्रियं वायवीयमेव त्वगिन्द्रियं वायुः त्वगिन्द्रियेण ज्ञायते तस्मिन् शीतस्पर्शः अस्ति शीतस्पर्शः नास्ति स्पर्शवान् रूपरहितस्पर्शवान् वायुः इति अस्ति किल तर्हि स्पर्शः अस्ति इति कृत्वा त्वगिन्द्रियेण स्पर्शः ज्ञातुं शक्यते इति कृत्वा त्वगिन्द्रियग्राह्यत्वं वायौ वर्तते किन्तु त्वग्भिन्नेन्द्रिय अग्राह्यत्वं वायौ अस्ति वा इति चिन्तनीयम् इदानीं त्वग्भिन्नेन्द्रियं त्वग्भिन्नेन्द्रियाणि कानि बालसुब्रह्मण्य महोदय वदतु त्वग्भिन्नेन्द्रिय भिन्नेन्द्रियाणि कानि भिन्नेन्द्रिय अग्राह्यत्वं हा त्वग्भिन्नेन्द्रियाणि कानि इति वदतु प्रथमं तत्र आवलिं ददातु रसन रसन इति चिन्तयतु तत्र प्रथमं चक्षुः इति स्वीकरोतु चक्षुरिन्द्रियं तु त्वगिन्द्रियं नास्ति चक्षुषा वायुः ग्रहीतुं शक्यते वा न किमर्थं न शक्यते किमर्थं वायुरूपं नास्ति उत्तमं चक्षुषा रूपं ग्रहीतुं शक्यते वायुः रूपं नास्ति इत्यतः चक्षुषा वायुः न ग्रहीतुं शक्यते तर्हि इदानीं द्वितीयं रसः रसनेन्द्रियं स्वीकुर्मः रसनेन्द्रियं रसनेन्द्रियेण वायुः स्वीकर्तुं शक्यते ग्रहीतुं शक्यते वा द्रव्यं नास्ति सो रसः नास्ति अत्र हा रसनेन्द्रियेण किमपि द्रव्यं न ग्रहीतुं शक्यते केवलं रसः इति गुणः एव ग्रहीतुं शक्यते तर्हि रसनेन्द्रियेण वायुः न ज्ञातुं शक्यते तृतीयेन्द्रियं न ग्रहीतुं शक्यते किमर्थम् गन्धः नास्ति हा तत्र ग्राणेन्द्रियेण केवलं गन्धः एव ग्रहीतुं शक्यते एकः एव पदार्थः यथा रसनेन्द्रियेण केवलं लोके एकः एव पदार्थः रसः इति गुणः ग्रहीतुं शक्यते एवमेव ग्राणेन्द्रियेण एकः एव पदार्थः गन्धः इति गुणः एव ग्रहीतुं शक्यते तर्हि ग्राणेन्द्रियेण वायुः न ग्रहीतुं शक्यते अन्यत् श्रोत्रं हा श्रोत्रेन्द्रियेण किं ग्रहीतुं शक्यते शब्दः एव केवलं शब्दः इति गुणः एव ग्रहीतुं शक्यते तर्हि श्रोत्रेन्द्रियेण वायुः न ग्रहीतुं शक्यते अन्तिम इन्द्रियं किं षड् इन्द्रियाणि सन्ति किल नैयायिकानां मतानुसारं मनः इति इन्द्रियं मनसा किं ग्रहीतुं शक्यते चिन्तनमेव षड्विशेषगुणाः कस्य विशेषगुणाः ज्ञानस्य गुणाः ज्ञानस्य गुणाः न ज्ञानमेव गुणमस्ति कस्य गुणः आत्मनः गुणाः तत्र किमर्थम् एतत् सर्वम् अहं पृच्छामि इति बहुकालं पूर्वम् अस्माभिः अधीतं किल तर्हि स्मरणाय भवतु तर्हि नवविशेष आत्मगुणाः सन्ति इति अस्माभिः अधीतं तेषु षड् आत्मगुणाः मनसा ग्रहीतुं शक्यते किन्तु मनसा तेव षड्गुणाः विशेषात्मगुणाः ग्रहीतुं शक्यते न अन्याः इत्यतः तत्र वायौ इदानीं किम् आपतितं त्वक् भिन्नेन्द्रिय अग्राह्यत्वम् आपतितं त्वगिन्द्रियग्राह्यत्वमपि आपतितं त्वक् भिन्नेन्द्रिय अग्राह्यत्वम् अपि आपतितम् अतः वायुः वायौ यदि तत्र किन्तु गुणत्वम् इति दलं त्यजामश्चेत् वायौ अतिव्याप्तिः भवति उत्तमं भगिनि सीमा भगिनी किन्तु पुस्तके अन्यत् किमपि उक्तं तद् कस्यापि मनसि अस्ति वा कुत्र अतिव्याप्तिः भवति इति यदा अस्माभिः पूर्वं पठितं तत्र भिन्नपद केवलं वायौ एव अतिव्याप्तिः भवति वा नो चेत् अन्यत्र यत्र कुत्रापि अतिव्याप्तिः भवति वा स्पर्शः इति गुणे कीदृशजातिः वर्तते स्पर्शत्वं तत्रापि अतिव्याप्तिः तत्रापि अतिव्याप्तिः स्पर्शत्वम् इति जातौ अपि अतिव्याप्तिः भवति किमर्थमित्युक्ते स्पर्शत्वम् इति जातौ त्वगिन्द्रियग्राह्यत्वम् अस्ति जातिः अपि गृह्यते पदा द्रव्यं न गृह्यते त्वगिन्द्रियेण किन्तु जातिः गृह्यते तर्हि यद् मया पूर्वम् उक्तं तस्य किञ्चिदिव परिवर्तनं कर्तव्यं मया किमुक्तं तत्र रसनेन्द्रियेण लोके एकः एव पदार्थः रसः इति गुणः एव गृह्यते इति तद्दोषाय केवलं रसः इति नास्ति रसे विद्यमानरसत्वम् इति जातिः अपि गृह्यते तर्हि गुणस्य पदस्य गुणः पदस्य आवश्यकता अस्ति तर्हि रसत्वे अतिव्याप्तिः भवति सत्यं हा इदानीं बुद्धम् अस्माभिः अत्र एतत् सत्वं पुस्तके न उक्तम् अपि च मूलवर्गे न चिन्तितमपि समीचीनमस्ति महोदय समीचीनम् तर्हि इदानीम् अस्माकं केवलं स्पष्टतायाः एव स्पष्टता भवेत् इत्यतः एव तत्र गुणः इति पदं न योजितं यदि रसनग्राह्यत्वम् एव लक्षणेन स्वीकुर्मः तत्र रसत्वम् इति जातौ अतिव्याप्तिः भवति इत्यतः गुणत्वम् इति दलं योजितम् एवमेव गन्धत्वम् इति जातौ अतिव्याप्तिः भवति इत्यतः गुणत्वम् इति दलं योजितम् अपि च अत्र स्पर्शस्य लक्षणे त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् इति दलद्वयमेव स्वीकुर्मश्चेत् रसत्वम् इति जातौ अतिव्याप्तिः भवति इत्यतः तत्र गुणत्वम् इत्यस्य धनस्य आवश्यकता अस्ति. उत्तमं. तर्हि बालसुब्रह्मण्यमहोदय, इदानीं भिन्नदलद्वयं स्वीकुर्मः. त्वगिन्द्रियग्राह्यत्वे सति गुणत्वम्. इति दलं स्वीकुर्मश्चेत्, इति दलद्वयं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? रसनेन्द्रिय इत्यादि. न न, इदानीं दलद्वयम् अस्माभिः स्वीकृतं. त्वगिन्द्रियग्राह्यत्वम् इति एकं, गुणत्वम् इति द्वितीयम्. गुणत्वम् इति द्वितीयं. हा, कुत्र अतिव्याप्तिः भवति? कुत्र भगिनि? गुणपदे एव अतिव्याप्तिः खलु जि, समीचीनं वा तत्र? गुरुत्वं न न, सर्वेषु गुणेषु अतिव्याप्तिः इति वदति वा? न, तत्र स्पर्श स्पर्शत्वे अतिव्याप्तिः तत्र गुणत्वे एव. क्षम्यता, पुनः वदतु भगिनि, न बुद्धम्. स्पर्शत्वे अतिव्याप्तिः अस्ति खलु जि? स्पर्शत्वे गुणत्वम् अस्ति वा? स्पर्शत्वम् इति जातिः अस्ति. स्पर्शत्वे तत्र अतिव्याप्तिः अस्ति, दोषः अस्ति. तत्र गुणपदम् एव तत्र न न, इदानीं चिन्तनं विजया भगिनी वदतु, अस्माकं चिन्तनं कस्मिन् विषये इदानीं? कानि दलानि अस्माभिः स्वीकृतानि तद् वदतु. त्रीणि दलानि. न न, त्रीणि दलानि नास्ति, इदानीं दलद्वयमेव प्रवर्तते. तानि कानि? वदतु, प्रथम द्वितीय प्रथमदलं किं, तृतीयदलं किम् इति वदतु. ग्राह्यत्वम् इति प्रथमदलं. त्वगिन्द्रियग्राह्यत्वं. त्वगिन्द्रियग्राह्यत्वं. गुणत्वं. गुणत्वम् इति तृतीयग्राह्यत्वं. तर्हि स्पर्शत्वम् इति जातौ अतिव्याप्तिः न भवति. किमर्थमित्युक्ते स्पर्शत्वम् इति जातिः, गुणः नास्ति. अस्माकम् उत्तरे उत्तरं कुत्र भवितुमर्हति इति चेत् गुणेषु एव भवितुमर्हति. गुणेषु एव गुणत्वं वर्तते किल. तर्हि अस्य प्रश्नस्य उत्तरं किमपि गुणः भवेत्, कोऽपि गुणः भवेत्, तर्हि गुणानां विषये चिन्तयन्तु. चिन्तयतु, संख्या संख्या. इदानीं भवान् तत्र भवतः चक्षून् उन्मील्य भवतः पुरतः घटाः सन्ति, कति घटाः सन्ति इति अहं पृष्टे अहं पृच्छामि चेत् तत्र भवान् स्पर्शनं कृत्वा पञ्चघटाः सन्ति इति वक्तुं शक्यते किल. तर्हि संख्या इति गुणः तत्र त्वगिन्द्रियेण गृह्यते. अपि च सङ्ख्यायां गुणत्वं, सङ्ख्या इति गुणः अस्ति इति कृत्वा तत्र गुणत्वमपि अस्ति. तर्हि सङ्ख्यायाम् अतिव्याप्तिः भवति. विजया भगिनी, बुद्धं वा? एतदपि अत्र साध्यमेव, पश्यत्वेन सङ्ख्या अपि. धन्यवादः. हा, तर्हि त्वगिन्द्रियेण सङ्ख्या अपि गृहीतुं शक्यते, सङ्ख्यादिगुणः गृहीतुं शक्यते, अपि च सङ्ख्यादिगुणः इत्यतः तस्मिन् गुणवत् गुणत्वमपि अस्ति इत्यतः सङ्ख्यायाम् अतिव्याप्तिः भवति. प्रथम अपि च तृतीयदलं मिलित्वा स्वीकुर्मश्चेत् इदानीम् अन्तिमसम्भावना अस्ति, द्वितीय अपि च तृतीयदलं. वदतु बालसुब्रह्मण्यमहोदय, द्वितीयदलं किं, तृतीयदलं किं मिलित्वा स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? गुणत्वम् अग्राह्यत्वं द्वयः अपि न. त्वद्भिन्नेन्द्रिय अग्राह्यत्वम् इति एकं दलं, गुणत्वम् इति द्वितीयं दलम्। एतद् दलं दलद्वयं मिलित्वा स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? अत्रापि गुणेषु अन्यतमः एव उत्तरत्वेन भवितुमर्हति। किमर्थम् इत्युक्ते गुणत्वं भवेत्। तादृशगुणः भवता वक्तव्यः यस्मिन् त्वगि भिन्नेन्द्रिय अग्राह्यत्वं वर्तते। इत्युक्ते तादृशगुणः भवता वक्तव्यः यस्मिन् यस्य केनापि इन्द्रियेण ग्रहीतुं न शक्यते। गुरुत्वम् उत्तमं, तदेव गुरुत्वे। गुरुत्वं तु अनुमानेनैव ज्ञायते इत्यतः गुरुत्वे त्वग्भिन्नेन्द्रिय अग्राह्यत्वं वर्तते, अपि च गुणत्वमपि वर्तते। आहत्य त्रयाणां दलानाम् आवश्यकता अस्ति। एकमपि दलं त्यजामश्चेत् अन्यत्र यत्र कुत्रापि अतिव्याप्तिः भवत्येव। तर्हि त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वं स्पर्शस्य लक्षणम्। धन्यवादः। हा उत्तमम्। अस्तु अग्रे विजी भगिनी। आं महोदय। हा तत्र इदानीं न्यायशैल्या वक्तुम् इच्छति वा त्वगिन्द्रियग्राह्यत्वम् इति दलस्य ओ निष्ठ उपयोग। त्वगिन्द्रियनिष्ठ जनकता निरूपित धन्यता आश्रय प्रत्यक्षनिष्ठ विषयिता निरूपित विषयता विषयता आश्रयः स्पर्शः स्पर्शः। उत्तमम्। इदानीं द्वितीयदलमपि वदतु एवमेव। द्वितीयदलम् इत्युक्ते अग्राह्यत्वम् एव द्वितीयदलं भिन्नेन्द्रिय तदेव वा जनकथाश्रय जन्यता त्वग्भिन्नेन्द्रियनिष्ठ जनकता निरूपित जन्यताश्रय प्रत्यक्षनिष्ठ विषयिता निरूपित विषयता त्वग्भिन्न इन्द्रिय भिन्नेन्द्रिय अभावः स्पर्शः। उत्तमम्। हा तर्हि अन्ते विषयत्व नो चेत् विषयता अभावः इति वक्तव्यं। धन्यवादः महोदय। अस्मिन् दले उक्तं किल। तर्हि इन्द्रियनिष्ठजनकता हलो न श्रूयते महोदय। महोदय इति वदामश्चेत् पर्याप्तं भवति। तर्हि आहत्य कथं वक्तव्यं तत्र त्वगिन्द्रिय त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वं गुणत्वम् इति वाक्यं तदेव न्यायशैल्यां वक्तव्यं चेत् स्वगिन्द्रियनिष्ठजनकतानिरूपितजनकताश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयतात्वे स्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजनकताश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयत्व अभावत्वे सति गुणत्वं गुणत्वं गुणत्वस्य आश्रयः स्पर्शः। भवती एव अग्रे पठतु सः त्रिविधः इति। सः त्रिविधः शीतोष्ण अनुष्ण शीतोष्णानुष्णाशीतभेदात्। उत्तमम्। पदच्छेदं कृत्वा पठतु. शीतोष्ण अनुष्ण अशीत भेदात् साधु महोदय. तर्हि कति भेदाः सन्ति कति भेदाः सन्ति? शीतः उष्णः अनुष्णः शीतः वा अनुष्णशीतः वा महोदय? वदतु महोदय भगिनि. उष्णः अनु उष्णः अशीतः. त्रिविधः इति भवत्या पठितं किल? आम्. ओ शीतः उष्णः अनुष्णशीतः. हलो. पृथ्वी जल तेजो वायुवृत्तिः. कोल्ड् तत्र हाट् नैदर् कोल्ड् नार् हाट् इति तृतीयम्. ओ ओके ओके. तत्र शीतो जले उष्णस्तेजसि अनुष्णशीतः प्रति वायो. ओके. सः त्रिविधः. सः इत्युक्ते स्पर्शः वा महोदय? भवती वदतु भगिनि, तत्र भवत्याः मनसि एव चिन्तनं मा करोतु. यद् यद् अवगच्छति तद् वदतु. उच्चैः वदतु. रसनः रसनः विषये अस्ति किल. सः त्रिविधः. रसनः त्रिविधः. रसनः रसनः अत्र कस्मिन् विषये चिन्तनम्? कः त्रिविधः? पूर्ववाक्यं पठतु. सः त्रिविधः इत्यस्मात् पूर्ववाक्यं पठतु. सः त्रिविधः त्रिविधः न न पूर्वं वाक्यं पठतु. ओ त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः. सः त्रिविधः सः इत्युक्ते स्पर्शः. वेरि सारि, क्षम्यतां. स्पर्शः भ्रमः जातः. सः स्पर्शः त्रिविधः. स्पर्शः त्रिविधः त्रिविधः. शीतः उष्णः अनुष्णशीतः इति त्रिविधं. पृथ्वी उष्णशीतः अनुष्णशीतः. प्रथमतया अनुष्णशीतः. भगिनी किं न न चतुर्विधं नास्ति भगिनी, तदेव मया उक्तं. सः त्रिविधः इति उक्तः. शीतः उष्णः अनुष्णः अनन्तरम् अशीतः. न शीतः इति अनन्तरम् अनुष्णः इति इत्युक्ते न उष्णः. शीतः उष्णः इति चतुर्विधं नास्ति वा तत्र? नो, सः त्रिविधः इति उच्यते किल भगिनि. इति तत्र उच्यते, परन्तु तत्र अशीतः एव, न शीतः. न महोदयेन अधुना उक्तं किल अनुष्णशीतः इति. भगिनि चतुर्विधं नास्ति अत्र, सः त्रिविधः इति दत्तमस्ति किल, तस्य अर्थः दत्तमस्ति. परन्तु तत्र पृथक् कर्तुं शक्नोति चेत् पृथक् न कार्यं, पृथक् न कर्तव्यम्. अतः एव अत्र दत्तं सः त्रिविधः. प्रथमविधः किं? शीतः. द्वितीयविधः किम्? उष्णः. तृतीयविधः किम्? अनुष्णशीतः इति तृतीयविधः. नैयायिकैः किं दत्तम् अत एव वयं पठितुं शक्नुवन्तः किल? तादृशं नास्ति भगिनि, न्यायिकाः दत्ताः इति अर्थे नास्ति. इदानीं पश्यतु, यदा विजया भगिन्या उक्तं तादृशं विभजनं कुर्मश्चेत् इदानीम् अनुष्णः इति तृतीयः, अशीतः इति चतुर्थः इति स्वीकुर्मश्चेत् अनुष्णः किं भवितुमर्हति? शीतः अपि अनुष्णः भवितुमर्हति किल? तर्हि हा, तर्हि शीतः अनुष्णः, शीतः इत्यनेन अनुष्णः इत्यनेन शीतः अपि भोग्यः भवति. हा, तर्हि तत्र नैयायिकाः त्रिविधाः इति उक्ताः इत्यतः अस्माभिः न स्वीकर्तव्यं. तदुपरि अस्माभिः प्रष्टुं शक्यते, किन्तु अनुष्णः इति चतुर् तृतीयत्वेन स्वीकुर्मश्चेत् शीतः अपि तस्मिन् अन्तर्भवितुमर्हति. अनुष्णाशीतः एव तृतीयः, अनुष्णाशीतः अनुष्णः यद् नैदर् कोल्ड् नार् हाट् इति मध्ये यदस्ति, तत्र रूम् टेम्परेचर् इति वदामः किल, कीदृशजलं भवतः आवश्यकम्, उष्णजलं वा शीतजलं वा नो चेत् रूम् टेम्परेचर् इति पृच्छन्ति किल, तदेव अनुष्णाशीतः इत्युक्ते रूम् टेम्परेचर्. महोदय, हा, तत्र अनुष्णाशीतः तत्र वाक्ये उष्णजलं शीतजलं मिलित्वा तदपि अनुष्णा एव किमर्थम् एतादृशं चिन्तयति? तत्र रूम् टेम्परेचर् इति स्वीकरोतु, तत्र उष्णजलं शीतजलं द्वयमपि मिश्रणं करोति चेत् किं लभ्यते? अनुष्णजलम् उष्ण शीत द्वयोर्मिलित्वा तत्र उष्णम् अस्ति शीत अपि अस्ति अनुभूतं भवति वा? यस्मिन् जले शीतमपि अस्ति उष्णमपि अस्ति इति तादृश अनुभवः नास्ति एव किल? No, no. When we want to 100 degree heat, when you want to add water, you know, when you add cold water, it becomes warm. Drinkable. Ha, so, kintu yad patum shakyate, yad jalam patum shakyate, okay, yad jalam patum shakyate, tasya sparshah kidrisham asti? Anushna shita. तदेव मम यत्र यत्र पूर्व उष्णमस्ति चेत् तत्र नास्ति, तदेव नास्ति. यत्र शीतपूरयम् उष्णं नास्ति, किन्तु तादृशजाटिल्यम् अत्र आवश्यकम् अत्र पूर्वम् आसीत् इति नास्ति, तत्र एवमेव यत्रमेव इन्डिकेशन् मध्ये लभ्यते तत् स्वीकर्तुं शक्यते, तावदेव. किमर्थम् एतादृशचिन्तनं? अस्य आवश्यकता एव नास्ति, यत् पूर्वम् उष्णमासीत् तत्र औष्ण्यम् आगत्य अस्तु अग्रे पठतु भगिनि, तत्र इतोपि अर्थबोधः जायते. पृथ्वी जल तेजो वायु वृत्तिः शीतः उष्णः अनुष्णाशीतः इति पृथ्वी जल तेजो वायु इत्यादि द्रव्येषु वर्तते. न न न भगिनि, अत्र पृथ्वी जल तेजो वायु वृत्तिः इति कस्मिन् विषये दत्तम्? स्पर्शः विषये. हा, तर्हि वृत्तिः इत्यनेन किं बोध्यमस्ति? वृत्तिः इत्यनेन वृत्तिः तर्हि आदेः इत्युक्ते किम्? आदेयः यद् अधिकरणे लभ्यते तदेव आदेयः किल? आम्. तर्हि स्पर्शस्य अधिकरणं किं किं भवितुम् अर्हति इति एव अत्र उक्तम्. स्पर्शस्य अधिकरणं किं किं भवितुम् अर्हति? स्पर्शः कुत्र कुत्र लभ्यते? पृथिव्यां लभ्यते, पृथिव्यां जले तेजसि वायौ इति वा? हा, तावदेव. इत्युक्ते पृथिव्याः स्पर्शनं कर्तुं शक्यते, जलस्य स्पर्शनं कर्तुं शक्यते, तेजसः स्पर्शनं कर्तुं शक्यते, वायोः स्पर्शनं कर्तुं शक्यते इति एव अर्थः। किमर्थं वृत्तिः इति दत्तं महोदय? वृत्तिः इत्युक्ते पृथ्वी जल तेजस अधिकरणं भवेत् किल? आम्, कस्य? स्पर्शस्य। तर्हि स्पर्शः कीदृशगुणः इति चेत् पृथिवी जल तेयो वायुवृत्तिः इति वाक्येन किं बोध्यं, किम् अवगन्तव्यम् इति चेत् स्पर्शः पृथिव्यां लभ्यते, पृथिव्यां वर्तते, जले वर्तते, तेजसि वर्तते, वायो वर्तते। हा, इति एव अर्थः। तत्र शीतः उष्णः इति नास्ति अत्र अस्मिन् वाक्ये। शीतस्य विषये वा उष्णस्य विषये वा शीतो अनुष्णाशीतस्य विषये वा किमपि न उक्तम् नास्ति। अस्तु, अग्रिमवाक्ये तत्र तत्र शीतो जले, तत्र जले शीतः अस्ति, शीतः अस्ति जले, शीतः अस्ति जले इत्युक्ते किम्? इतोपि प्रतिपादयतु। जलस्य लक्षणमेव शीतस्पर्शवृत्त्या जलम् इति। तर्हि जल अधिकरणं भवेत्, शीतः इति गुणः जले अस्ति। हा, इत्यस्य महत्त्वं भवती अवगच्छति वा? इदानीं जले औष्ण्यमपि भवितुमर्हति किल? तर्हि जलस्य लक्षणं तदा नास्ति किल महोदय? शीतस्पर्शवृत्ति आपः। हा, शीतस्पर्शवत्यः आपः इति। तर्हि अतः तर्हि मम प्रश्नस्य उत्तरं किम्? इदानीं उष्णजलं भवती पीतवती एव किल? तज्जलं नास्ति वा? जलं स्वभावः शीतः, तर्हि अग्निमे स्थापितं चेत् उष्णं वयं स्थापयामः किल? स्वभावः जलस्य स्वभावः शीतः एव। तर्हि उष्णजले अन्यत् किमपि अस्ति यद् जले नास्ति? उष्णम् अस्ति, तेजः यस्मिन् दुर्गन्धमस्ति, तत्र किं वदामः? गन्धः तु केवलं पृथिव्यामेव लभ्यते किल? गन्धवती पृथिवी इति रक्षितम्। जले दुर्गन्धमस्ति चेत् अत्र किं वदामः महोदय? एकनिमिषं किञ्चित् शृणोतु भगिनि। गन्धवती पृथिवी, तर्हि गन्धः केवलं पृथिव्यामेव लभ्यते इति लक्षितम् अस्माभिः। इदानीं जले दुर्गन्धमस्ति, तद् अस्माभिः अनुभूयते। तर्हि तस्मिन् जले कथं वा दुर्गन्धम् आगतं, तत्र कथं वा उत्पादनं कुर्मः? पृथिव्यां स्वभावः गुणः अपि अत्र अस्ति। हा, पृथिव्यां स्वभावः अस्ति इति न वक्तव्यं, पृथिवी अस्ति, पृथिवीकणाः जले सन्ति इति वक्तव्यं। साक्षात् पृथिवी तत्र जले, यस्मिन् जले दुर्गन्धः आगच्छति तस्मिन् एव जले पृथिव्याः कणानां मिश्रणमस्ति इत्यतः एव तत्र जले दुर्गन्धः अस्ति इति भाति। किन्तु जले दुर्गन्धः यदा कदापि न भवति। एतत् सर्वम् अस्माभिः अधीतं। तत्र वायौ, तत्र उद्यानं गच्छामश्चेत् तत्र वायौ सुगन्धः लभ्यते। कथं वा वायौ सुगन्धः लभ्यते? वायौ सुगन्धः अस्माभिः अनुभूयते इति चेत्, हा वदतु। पृथ्वी अस्ति अतः पृथिवी कणाः, पृथिवी कणाः वायुना सह तत्र तेषां मिश्रणम् अभवत्, अतः एव वायौ अस्माभिः गन्धः अनुभूयते, सुगन्धम् अनुभूयते इति वदामः। एवमेव उष्णजलम्, उष्णजलस्य अनुभवम् अस्माभिः क्रियते. अत्र किं वक्तव्यम्? तेजस् अस्ति, तेजस् तेजगणाः गणाः इति वक्तव्यम्. ओके, तर्हि उष्णजले केवलं जल एव जलमेव नास्ति, तत्र तेज तेजगणाः अपि सन्ति इति वक्तव्यम्. तेज तेजगणाः अपगच्छन्ति चेत् तत्र स्वभावमेव गुणः यदस्ति शीतः तद् आपतति जले. इति महान् विषयः अस्ति तत्र. तत्र शीतो जलः जले इति केवलं लघुवाक्यमस्ति, किन्तु अस्माभिः किम् अवगन्तव्यम् इति चेत् जलस्य स्वभावः शीतः एव. यदि जले औष्ण्यम् आगच्छति, नो चेत् अनुष्णाशीतमपि आगच्छति, तद् जलस्य स्वभावः नास्ति. जलः इत्युक्ते यद् शीतमस्ति तदेव जलः, जलं जलः नास्ति जलम्. महोदय मुरळीमहोदय वदतु. शब्दस्पर्शरूपस्पर्शगन्तौ इति पञ्चभूतेषु गुणाः गुणौ स्पर्शरूपरसगन्धः इति गुणाः. आम् इति गुणाः. भूतः इति न वदतु तत्र. पञ्चभूताः तु द्रव्याः, द्रव्याणि सन्ति. नो नो, मै क्वश्चन् इस् तत्र अय्याये शैल्यानाम् अथवा वेदान्तशैल्यानां तत्र भेदमस्ति वा चिन्तनं? इदानीं वेदान्तविषये कृपया न चिन्तयतु. प्रथमः किं वदन्ति इति अवगच्छेम, तदनन्तरं वेदान्तः किं वदन्ति, वेदान्तिनः किं वदन्ति इति अवगच्छेम. कृपया एकैकद्रव्ये अपि अन्य द्रव्याणि सन्ति किल? पृथ्वी स्वीकरोतु, आपः, तेज, अत तस्य गुणाः अपि सन्ति किल न वा? पुनः पृच्छतु. एकैकद्रव्ये अन्यद्रव्यस्य गुणाः अपि वर्तते किल? अन्यद्रव्यस्य गुणाः इति कथं वदति? इदानीं तदेव भेदः. इदानीं गन्धः इति गुणः कुत्र लभ्यते नैयायिकानां मतानुसारं? पृथिव्यां लभ्यते. तर्हि जले गन्धः अस्ति वा? किञ्चित् अपि नास्ति वा महोदय? नास्ति इति एव अर्थः. गन्धवधि पृथिवी इति, यदि जले किञ्चिदपि गन्धः भवितुम् अर्हति चेत् गन्धवती इति गन्धवती पृथिवी इति लक्षणमेव न कर्तुं शक्यते. किमर्थम् इत्युक्ते गन्धवती भवेत्. किन्तु सामान्यतया वर्तते किल पञ्चीकरणम् इति एतत् सर्वं यद् वेदान्ते उक्तमस्ति तद् नैयायिकानां चिन्तनमेव नास्ति. अस्तु, मया उक्तम् अत्र वेदान्तना वेदान्तीनां चिन्तनं न कुर्मः इति. किमर्थं ते क्लेश भ्रमः जायते. गन्धः इति गुणः केवलं पृथिव्यां लभ्यते. अपि च पश्यतु, शीतः इति गुणः, शीतस्पर्शः इति गुणः कुत्र लभ्यते? शीतस्पर्शः जले, केवलं जले लभ्यते. जले अग्रिमवाक्ये उष्णस्पर्शः केवलं तेजसि. हा, अनन्तरम् अनुष्णा शीतः पृथ्वी वायौ. हा, इदानीं पश्यतु, पृथिव्यां शीतस्पर्शः अस्माभिः अनुभूयते चेत् चिन्तयतु, तत्र इदानीं हिमालयं प्रति गच्छति भवति, तत्र पाषाणखण्डम् अस्ति. पाषाणखण्डं तु पार्थिवपदार्थः, पार्थिवद्रव्यमिति वयं जानीमः. तत् पाषाणखण्डे अनुभूयमान शीतस्पर्शः पाषाणखण्डस्य वा नो चेत् जलस्य वा? जलस्य पाषाणखण्डस्य पाषाणखण्डे जलमस्ति, पाषाणखण्डस्य उपरि जलमस्ति, जले एव शीतस्पर्शः अस्ति, जले विद्यमानस्वभावः गुणः अत्र जले विद्यमानस्वभावः एव तत्र पाषाणखण्डे अस्माभिः अनुभूयते इत्यतः पाषाणखण्डे जलस्य मिश्रणम् अस्ति इति अस्माभिः अनुमातव्यं ज्ञातव्यं यथा इदानीं जले औष्ण्यम् अस्माभिः अनुभूयते चेत् तत्र तेजसकणाः सन्ति, अनेन एव जले उष्णः जातम्, अपि च वायौ अपि शीतः शीतस्पर्शं वा उष्णस्पर्शं वा, इदानीं ग्रीष्मकाले उष्णस्पर्शं भवति वायौ, तर्हि वायौ वायोः स्वभावः कः इति चेत् अनुष्णाशीतः एव वायोः स्वभावः, अनुष्णाशीतस्पर्शः एव वायौ स्वभावतया लभ्यते, पृथिव्यामपि स्वभावतया अनुष्णाशीतः एव लभ्यते. यदि वायौ उष्णस्पर्शः लभ्यते तर्हि तत्र किं चिन्तनीयं? वायौ उष्णस्पर्शः नास्ति, तत्र तेजसकणाः मिश्रिताः वर्तन्ते, अनेन एव उष्णस्पर्शः तत्र अनुभूयते इति अवगन्तव्यं. बुद्धं वा? बुद्ध स्पष्टं, धन्यवादः. अस्तु ओ, किन्तु समीचीनचिन्तनमासीत् तत्र अद्य समयः स्वीकृतः. अस्तु अत्र यावत् अस्माभिः पठितम् अत्र कस्यापि क्लेशः वर्तते वा? मुरळीमहोदय, भवतः प्रश्नस्य उत्तरं लब्धं वा? पञ्चीकरणं मा करोतु. क्लेशः भवति वेदान्तीनां मतानुसारं तत्र स्थूलभूतः पृथिवी अस्ति किल, तत्र केवलं पृथिवी एव नास्ति किन्तु 50% पृथिवीकणाः सन्ति, किन्तु तत्रैव 12.5% जलकणाः इति तेषां चिन्तनमस्ति, तदेव पञ्चीकरणं. तर्हि स्थूलत्वेन यत् पृथिवी लभ्यते लोके तत्र केवलं पार्थिवकणाः एव न सन्ति किन्तु सर्वेषां मिश्रणम् अस्ति इति वेदान्तीनां मतं, किन्तु नैयायिकानां मतानुसारं वेदान्तीनां विहाय अन्यमतं भास्करमतम् इति एतत् पञ्चीकरणं स्वीकृतं महोदय? न जाने भगिनि, अत्रैव भ्रमः जायते. इदानीम् अन्यच्च त्यजतु. ओके, स्पष्टम् अवगतं महोदय. वेद पञ्चीकृतं न वर्तते, न्यायशैल्यां पञ्चीकृतं मतानुसारं पञ्चीकरणं तेन अङ्गीकुर्वन्ति. अतः एव पश्यतु, अतः एव पार्थिवपरमाणवः सन्ति इति तैः उक्तं, पार्थिवपरमाणूनां संयोगेन एव पार्थिवपदार्थाः लभ्यन्ते उत्पाद्यन्ते. उत्तमम्. अस्तु अत्र स्थगयामः. सर्वेषां नमस्कारः, धन्यवादश्च.